पठामः किम्? प्रारम्भं कुर्मः, यद्यपि इदानीं त्रयः सन्ति खलु, चत्वारः एव, चत्वारः एव. अस्तु, भव्या भगिनी आरम्भं करोति किम्? आं महोदय. बृहदश्य उवाच. कश्चित् ध्वनिः आगच्छति. हा, चिन्ता नास्ति. बृहदश्य उवाच, वृत्ते तु नैषधे भौम्या लोकपाला महौजसः, यान्तो दृद ददर्शुरायान्तं द्वापरं कलिना सह. अथाब्रवीत् कलिं शक्रः सम्प्रेक्ष्य बलवृत्रः, द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि. तथोब्रवीत् कलिः शक्रं धमयन्त्या स्वयंवरं, गत्वा हि वरयिष्येतां मनो हि ममतां गतं. तमब्रवीत् प्रहं येन्द्रां निर्वृत्तः स स्वयं प्रहस्येन्द्र, सकारः तत्र. तमब्रवीत् प्रहस्य ओ सकार तमब्रवीत् प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः, वृतस्तया नलो राजा पतिरस्मत्समीपतः. इतोपीकम् एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः, देवानामन्त्र्यथान् सर्वान् उवाचेदं वचस्तदा. तर्हि लोकपालाः सर्वे यदा वृतः नैष भौम्या वृतः, तदा तु लोकपालाः सर्वे अपि द्वापरं कलिना सह आयान्तं द्वापरं दृष्टवन्तः. कलिना सह आयान्तं द्वापरं दृष्टवन्तः. लोकपालाः पुनः स्वर्गं प्रति, स्वर्गलोकं प्रति गच्छन्तः आसन्, तदा कलिना सह आयान्तं द्वापरं दृष्टवन्तः. दृष्टवन्तः. अथ इन्द्रः तु कलिं तत्र उवाच, तत्र कुत्र गच्छति इति सः पृच्छति खलु द्वापरेण सह. हे कले, भवान् कुत्र गच्छति ब्रूहि इति. ततः कलिः अब्रवीत् शक्रं, किम् अब्रवीत् इत्युक्ते धयं दमयन्त्याः स्वयंवरं गच्छामि इति सः अवदत्. गत्वा हि वरि अहं तत्र गत्वा तां वरिष्ये इति कलिः वदति. मम मनः तु तां गतम् इति कृत्वा, इत्युक्ते इच्छामि तां वरितुम् इच्छामि इति कृत्वा अहं गत्वा वरिष्ये इति. तदा इन्द्रः किं ततः तम् अब्रवीत्, प्रहस्य इन्द्रः अब्रवीत् स्वयंवरं तु निवृत्तः. प्रहस्य इन्द्रः अब्रवीत् स्वयंवरः तु निवृत्तः, नलः इति राजा तया तां वृतवान् इति सः प्रहस्य उक्तवान्. निर्वृत्तः इति भवति समाप्तः इति अर्थे, सञ्जातः समाप्तः. किमस्ति राजा परिः अस्मत् समीपतः सः वृतवान् इति. एवमुक्तस्तु शक्रेण, यदा शक्रः एवम् उक्तवान् तदा तु कलिः कोपेन देवान् आमन्त्र्य तान् सर्वानपि वचः इदं वचः उवाच इति अग्रे दीयते. विमला भगिनी पठति किम् अत्र चतुर्थे श्लोके? क्षम्यतां, पतिः इति उक्तवती खलु. अस्मत् समीपतः तया नलः राजा नलः पतिः वृतः इति, पतिरूपेण वृतः इति अर्थः भवति. अग्रे अत्र कोऽपि प्रश्नः नास्ति खलु. सहायः साहाय्यम् इत्यस्य भेदं सर्वे जानन्ति इति मन्ये. न जाने महोदय, कः भेदः? अत्र साहाय्यम् इति वदति चेदेव अर्थः भवति हेल्प् इति. तत्र यदा कस्यचन सहकारं ददाति, सहकारः इति सहाय भवति, साहाय्यम् इत्यस्य अर्थः तत् यः तथा करोति सः सहायः. सहायः अतः तत्र कदाचित् वयं वदामः कन्नडभाषायां प्रादेशिकभाषासु तथा वदन्ति सहायं करोति इति केवलं तवदेव, परन्तु संस्कृते सहायः इत्युक्ते यः सहायं साहाय्यं करोति सः सहायः. अतः एव द्वापरेण सहायेन द्वापरेण कुत्र आगच्छति इति इत्युक्ते तत् भवता सह यः आगच्छति सः सहायः खलु, सहायकः इति अर्थः भवति. सहायः इत्यस्य अर्थः सहायकः. हेल्प् इति केवलं तत् कार्यं करोति खलु, किमपि हेल् सहायं करोति तस्य तदर्थं साहाय्यम् इति अर्थः भवति. बहुकालतः मम संशयः अस्ति आसीत्. शुद्धकौमुद्यां पश्यतु, तत्र अस्ति शुद्धकौमुद्यां पृष्ठसङ्ख्या अत्र अस्ति पञ्चमाध्यायस्य प्रथमे पादे 132 चतुष्पञ्चाशत्तमे पृष्ठे अस्ति शुद्धकौमुद्यं. सूत्रसङ्ख्या का? 51132 शुद्धिकौमुदी पुस्तकं, तत्र सूत्रमपि अस्ति. अस्तु अस्तु पश्यामः. अनुप्लवः सः सूत्रसङ्ख्या न दत्तः अमरकोशस्य तः तदेव अस्ति, न तु सूत्रम्. महोदये सहायः, सहायः इत्यस्य अर्थः मित्रम् इत्यपि भवितुम् अर्हति किम्? भवति भवति, परन्तु यदि यदि तत् मित्रं सहायं करोति चेत् न करोति चेत् शत्रु. कदाचित् काव्येषु अपि तथा भवति, केवलं मन्मथः वसन्तसहायः आगच्छति इति, वसन्तस्य सहायेन खलु मन्मथः कार्यं करोति. गुणवचनं ब्राह्मणात् कर्मणि च अतः मन्मथस्य वसन्तसहायः, लक्ष्मणसहायः, रामः इति. इदं सूत्रं महोदय, तत्र वार्तिकं वार्तिकं दृश्यतां, तत्र अधः वर्तते वार्तिकं सहाय्याद् वा इति वक्तव्यम् इति. सहायं कर्म अस्य इति सहाय्यः, सहायः तस्य कर्म साहाय्यं, नो चेत् साहाय्यकम्, उभयमपि स्थापय. ओहो साहाय्यक, यकारद्वयं भवति साहाय्यम् इति. अत्र किमर्थं वा इति वैकल्पिकं प्रदर्शितं? वुञ् इति प्रत्ययः, वुञ् नाम अक इति भवति खलु, तत्र सहायशब्दात् अक इति विकल्पेन भवति. एवं सहायकम् इति सहायः नाम सः व्यक्तिः, सा व्यक्तिः, तस्य कर्म साहाय्यं, नो चेत् साहाय्यकम्. अस्तु. अग्रे विमला महोदय पठति किम्? अस्तु. कुतः देवानां मानुषम् ततः देवानां मानुषं मध्ये यत्सा पतिमविन्दत तत्र तस्या भवे न्याय्यं विपुलं दण्डधारणं. कति श्लोकानि पठनीयानि? पञ्च. अस्तु. एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः अस्माभिः समनुज्ञाते दमयन्त्या नलो व्रतः का च सर्वगुणोपेतं नाश्रयेत नलं नृपं यो वेदधर्मा धर्मानाखिलानि धर्मानखिलान् धर्मान् आखिल अखिलान् यो वेदधर्मानखिलान् यथावच्चरितव्रतः योधीते चतुरो वेदान् सर्वानाख्यानपञ्चमान् नित्यं तृप्ता गृहे यस्य देवना यज्ञेषु धर्मतः तत्र पर्यन्तं चत् कति एकः अहिंसा अहिंसानिरतो यश्च सत्यवादी दृढव्रतः यस्मिन् दाक्ष्यं धतिर्ज्ञानं तपःशौचं दमःशमः अस्तु दूरवाणी इत्यपि पठनीयं तत्र श्लोकस्य ओ ऐ डोण्ट् नो एतदपि यस्मिन् दाक्ष्यं धतिर्ज्ञानं तपःशौचं दमःशमः ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे अस्तु एवमुक्ते तु कलिना न कुत्र अस्मि देवानां मानुषं मध्ये यत् सा पतिम् अविन्दत तत् तस्याः भवेत् न्याय्यं विपुलं दण्डधारणं दण्डधारणमित्युक्ते किं महोदये इतोपि दण्डः दण्डः विधीयताम् इति तत् तत्तु द्रोहः इति अस्तु हा एवम् उक्ते तु कलिना प्रत्युचुः ते दिवौकसः अस्माभिः सम् अनुज्ञाते दमयन्त्या नलो व्रतः तत्र देवानां मध्ये मानुषं परिणीतवती इति कृत्वा दण्डः दातव्यः इति वा कलि कलेः तत् अत्र अन्ततो गत्वा तस्य अनुरागः अस्ति दमयन्त्याः विषये इदानीं कालतामसः अभवत् परं तस्य तदर्थं निराशा अपि अतः तस्य कोपं सर्वं नलस्य उपरि गच्छति अतः कस्य दण्डधारणं तस्याः दमयन्ती तं वृतवती इति कारणात् तस्याः अपि दण्डः विधीयताम् इति दातव्यः इति तदा देवा ऊचुः अस्माभिः तु अनुज्ञाते दमयन्त्या नलोवृतः का सर्वगुणोपेतं तं न आश्रयेत इति तादृशगुणोपेतं नलं सर्वं तु सर्वे सर्वे हा इच्छन्ति एव अतः यः सर्वान् धर्मान् अखिलधर्मान् अपि यथावत् अपि च तत् चरितमपि तथा एव अस्ति धर्मान् अनुसरन् एव तथा चरितः अस्ति अपि च यः चतुरो वेदान् अधीतवान् अपि च सर्वान् आख्यानपञ्चमान् तदेव मया किञ्चित् पञ्चमान् सम्यक् पञ्च आख्यानपञ्चमान् इत्युक्ते पञ्चमो वेदः इति महाभारतं वदन्ति तत् इति वक्तुं न शक्नुमः यतः नलस्य कालस्य अनन्तरमेव महाभारतस्य कथा इतः नलोपाख्यानम् इदानीं युधिष्ठिराय उच्यमानम् अस्ति बृहदश्वेन अतः महाभारतकालः न द्वापरयुगम् आगच्छति महाभारतकाले इतोपि प्रारम्भः एव भवति इति मन्ये नळस्य काले इतोपि द्वापरयुगस्य प्रारम्भः अपि न अभवत् इति मन्ये अतः न तत्र आख्यानपञ्चमान् इत्युक्ते महाभारतं वक्तुं न शक्नुमः तर्हि तत् किम् इति मया न अवगतं उपकारमपि गीताप्रेस्मध्ये पञ्चयज्ञो मे धार्मिके अनुसार सम्पूर्णदेवता का नित्यतृप्ति होता है आख्यानम् इति अस्ति आख्यानपञ्चमान् इत्युक्ते तत्तु आख्यानम् इति कथारीत्या भवति उपाख्यानम् आख्यानं सर्वं किमिति मया न अवगतं टीकायां नास्ति किं किमपि मया न इत्यस्य कथने इत्यपि अस्ति कथनम् इत्यपि अस्ति कथनं तदेव आख्यानम् इत्युक्ते कथनमेव परन्तु पञ्च इति किम् इति न जानामि. तु दुःखकालः बहु गीताप्रेस् मध्ये पुरातनकालः. पञ्चयज्ञाः इति दत्तं, यत्पर्यन्तं साधु पञ्चयज्ञाः नाम देव किमुच्यते देवपितृ देव अतिथियज्ञः सर्वं मानुष मानुष देवपितृ अनन्तरं तत्तु ऋणं खलु, तत्तु ऋणं सत्यं तत् ऋणं पितृऋणं ऋषिऋणम् अनन्तरम् अन्यत् अस्ति. भूतऋणं मानुषम् श्लोकस्य कुत्र गच्छामि. एवम् एवमेव क्षम्यताम्. हा नित्यं पञ्च तृप्ता. विमला महोदय अस्तु नवमं नवमं कुत्र अस्ति? अस्तु नित्यं तृप्ता. नित्यं तृप्ता गृहे यस्य देवाः देवाः तेषु धर्मतः अहिंसानिरतो यश्च सत्यवादी दृढतः. इत्युक्ते बहवः गुणाः सन्ति, तस्य गुणवर्णनं क्रियते. गुणवर्णनं यस्मिन् दाक्ष्यं धृतिर्ज्ञानं तपःशौचं दमश्यमः पाणि पुरुषव्याघ्रे लोकपालसमे नृपे इति. एते सर्वे गुणाः इति. अत्र दाक्ष्यम् इत्यर्थ अर्थः भवति उत्साहः, सततम् उत्साहः इति. टीकायामेव अस्ति तदपि. सत्यं यथावत् भाषणम् इति वयं जानीमः. ज्ञानम् इत्यस्य अर्थः उत्तम्भनार्थे यत्नविशेषः इति. क्षम्यतां, वाङ्मनः कायानाम् अवसादप्राप्तौ तस्य उत्तम्भनार्थे यत्नविशेषः इति अर्थः. मनोधर्मः इति उक्तम् अर्थः. ज्ञानम् इत्युक्ते अर्थः. अनन्तरम् अथवा क्षम्यताम्, एतत् सर्वं धृतिः इत्यस्य अर्थः. ज्ञानम् इत्यस्य अर्थः शब्दार्थयोः सम्पूर्णज्ञानं, शब्दस्य तथा अर्थ तस्य अर्थस्य विषये अपि सम्पूर्णज्ञानम् इति भवति. तपः स्वधर्माचरणे निष्ठा. तपः इति केवलं तपः इति यद् वदामः तदेव तावदेव न, स्वधर्मे निष्ठा सर्वदा, तदपि तपः एव. अतः एव गीतायां भवति खलु अस्माकं कर्म एव तपः, कर्मयोगः इति. अतः स्वधर्माचरणे निष्ठा. शौचम् इत्युक्ते यत् शौचम् इति वदामः चेत् देहशुद्धिः, बाह्यशुद्धिः भवति शौचम् इति. दमः शमः इत्यस्य मनःशुद्धिः, इन्द्रियनिग्रहः. दमः बाह्येन्द्रियाणां निग्रहः, शमः मनोनिग्रहः. भिन्नं खलु, बाह्येन्द्रियाणां निग्रहः भिन्नः, मनसः नियन्त्रणं सः भिन्नः. अभ्यन्तर बाह्यम् अभ्यन्तरम् इति वयं क्षम्यतां व्याकरणे अपि पठितवन्तः खलु, बाह्यप्रयत्नः अभ्यन्तरप्रयत्नः इति. बाह्यम् इति बहिः, अन्तःशुद्धिः अभ्यन्तरम्. अभ्यन्तरम् इति भवति राजप्रासादेषु यत्र स्त्रियः अन्तःपुरे भवन्ति अथवा गृहस्य अन्तर्भागे भवन्ति, तस्यापि अभ्यन्तरः इति नाम भवति. तत्सर्वम् अन्तर्भावशुद्धिः, दमः बाहेन्द्रियनिग्रहः, शमः मनोनिग्रहः. अग्रे अग्रे अभिषेक् महोदय पठति किम्? अस्तु महोदय. महोदय श्लोकसङ्ख्या का महोदय? एकादश. एकादश एकादश भवति वा? एकनिमेषः अत्र न दृश्यते किम्? अस्तु एवं रूपम् इति प्रारभ्यते. एवं रूपं नलं यो वै कामयेच्छपि तुम्कले आत्मानं सश्यपेन् मूढो हन्यादात्मानमात्मना। न तत्र किमिति अस्तु आमां साधु अग्रे अस्तु। एवं गुणं नलं यो वै कामयेच्छपि तुम्कले कृच्छे स नरचे। अत्र रे रेपः अस्ति च अधः कृच्छ्रे स नरकं नरके कृच्छ्रे स नरके मज्जे दगाधे विपुले कृजे मज्जेत अगाधे विपुले मज्जेत अगाधे तत् मज्जेत अगाधे विपुले हृदे। एवं उक्त्वा कलिं देवा द्वापरं च दिवं ययुः ततो गतेषु देवेषु कलिर्द्वापर द्वापरमब्रवीत् कलिर्द्वापरमब्रवीत् कलिर्द्वापरमब्रवीत् संहर्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर भ्रंशयिष्यामि तं राज्यान् न भैम्या राज्यात् तत्र मुद्रणं तथा अस्ति किञ्चित् चिन्तयित्वा पठन्तु न गज्यात् इति राज्यात् इति भ्रंशयिष्यामि तं राज्यात् न भैम्या सह रंस्यते सन्धि भवति किल महोदय राज्यान् न राज्यात् राज्यात् भ्रंशयिष्यामि तकारस्य नकारः भवति आमां तर्हि पठति चेत् राज्यान् न इत्येव पठतु सन्धियुक्तं पदमेव पठतु अस्तु महोदय भ्रंशयिष्यामि तं राज्यान् तं राज्यात् न भैम्या सह रंस्यते त्वं त्वमपक्षान् समाविश्य तत्र त्वमप्यक्षान् समाविश्य पकारस्य यकारः अस्ति संयुक्ताक्षररूपेण त्वमप्यक्षान् समाविश्य साहाय्यं कर्तुमर्हसि। एतावत् एतावत् पर्यन्तं वदतु अनन्तरम् अन्तिमश्लोकं पठित्वा वदामः तत्र अत्र अस्तु पठतु तर्हि तर्हि अत्र अध्यायस्य समाप्तिः वा आम् अत्र समाप्ति अस्तु अस्तु एवं रूपम् एकादशश्लोकः अस्तु एवं रूपं नलं यो नलं यः वै कामये शपितुं कले कामयेत शपितुं कले आत्मानं सह शपेत् मूढः हन्यदात्मानं हन्यात् आत्मानं आत्मना। एवं गुणं नलं यः वै कामयेत् शपितुं कले कृच्छे सह नरके मज्जे दगाधे विपुले हृदे। एवं मज्जेत अगाधे विपुले हृदे। एवं उक्त्वा कलिं देवा द्वापरं च देवाः द्वापरं च दिवं ययुः। तावत्पर्यन्तं तात्पर्यं वदति चेत् पर्याप्तम्। अस्तु महोदय अस्तु। एवं रूपं नलं यः वै कामयेत् शपितुं कले आत्मानं सह शपेत् मूढः हन्यदात्मानम् आत्मना। एकनिमेषः एवं रूपं नलम् एतादृशं रूपं नलं यः यः यत् कमपि शपितुं यः इच्छति नलं सः आत्मानं सः शपेत् सः स्वयमेव शपितो भवति सः स्वयमेव सः आत्मानम् अन्यद् आत्मना एव हन्यादपि अन्यदात्मा भवति सः एवं रूपं नलं यं कमपि शपति सः यः आत्मना एव अन्यदात्मा भवति एतद् इत्युक्ते आत्मनाशं प्राप्नोति इति अर्थः तावदेव सत्यम् अथवा आत्मानमेव नाशयति इति अर्थः आत्मना आत्मना आत्मानमेव नाशयति इति अस्तु अग्रे यदा यदा रूपवन्तं नलम् इति उक्तम् इदानीं गुणवान् नलः अतः तादृशं नलं शपितुं यः इच्छति सः कुत्र मज्जेत् सः कृच्छे सः नरके मज्जेत् अगाधे विपुले कृदे सः तदेव एवम् उक्त्वा कलिं देवाः द्वापरं च दिवं ययुः सः एवम् एतादृशं नलं यः शपितुम् इच्छति सः अगाधे नरके सः मज्जेत् अगाधे नरे भवतु अगाधे विपुले हृदे इति करोतु कृच्छ्रे नरके इति भागं करोतु विभागं कठिनयुक्ते नरके सः गच्छेत् अथवा विपुले मज्जेत् हृदे अगाधे निमग् मज्जेत् इति अगाधे विपुले हृदे मज्जेत् हृदे हृदः इत्युक्ते सरोवरः इति अर्थः तत्र मज्जेत् इति कारणात् अस्तु एव सः मज्जेत् एवम् उक्त्वा कलिं देवाः द्वापरं च दिवं यहु एवम् उक्त्वा कलिम् एवम् उक्त्वा देवाः दिवं ते गतवन्तः स्वर्गलोकं कलिं द्वापरं च एवम् उक्त्वा उक्त्वा देवाः दिवं गतवन्तः दिवं गतवन्तः ततः गतेषु देवेषु कलिर्द्वापरम् अब्रवीत् ततः कलिः द्वापरं वदति गमनानन्तरं किमिति किं किं महोदय किमिति वदति हाँ कलिः द्वापरम् अब्रवीत् खलु सत्यं देवाः सत्यं किं वदति ततो गतेषु देवेषु अब्रवीत् संहर्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर अहं संहर्तुं न उत्सहे इति नलस्य विषये कोपं संहर्तुं मम कोपः अस्ति न्यूनीकर्तुम् अहं न प्रभवामि इति अतः किं करोमि अस्तु नले एव नले वासं वत्स्या करोमि इति नले वत्स्यामि तत्र नले एव कश्चन वासं विषयः करोमि भवति कलिः वासं करोति इत्युक्ते कलिः तस्य शरीरं प्राप्य तत्र अनेकं कष्टं आनयति तत्र अनेकानि कष्टानि भवन्ति इति अर्थः कलिः कलेः कार्यमेव तदेव खलु यत्र यत्र सः गच्छति तत्र कष्टानि भवन्ति इति अतः नलस्य शरीरं प्रविशति सः कलिः तत्रैव गच्छामि वत्स्यामि वासं करोमि इति तस्य नाशे तं नाशयितुं तथा करोमि इति पुनः किं भ्रंशयिष्यामि तं राज्यात् नलं राज्यात् भ्रंशयिष्यामि न राज्यात् दूरीकरोमि भैम्या सह रंस्यते तस्य अर्थः अतः तथा सः भैम्या सह न रंस्यते, अतः तथा करोमि इति. अस्तु, न भैम्या सह रंस्यते एतादृशं परिस्थितिं करोमि. त्वम् अपि अक्षान् समाविश्य, अक्षान् अक्षान् इत्युक्ते जानन्ति खलु, अक्षान् इत्युक्ते चतुरङ्ग क्रीडायां एतद् भवति खलु दण्डद्वयं, तस्य अक्षान् अक्षान् क्षिपन्ति एवं किल. त्वम् अपि अक्षान् समाविश्य साहाय्यं कर्तुम् अर्हसि. अर्हसि, इदानीम् अवगतं खलु. कलिः नरस्य शरीरं प्रविश्य तत्र बाधाः जनयति. पुष्करं, क्षम्यतां, द्वापरं प्रति वदति त्वमपि अक्षान् प्रविश्य, तत्र प्रविश्य मम साहाय्यं करोतु इति. अक्षक्रीडां क्रीडित्वा तं राज्यात् बहिः प्रेषयिष्यामि, भ्रंशयिष्यामि इति, तस्य तं राज्यच्युतं करिष्यामि इति अर्थः. महोदय, द्वापर इत्युक्ते मनुष्यः वा, नर, देवः वा, कः इति किमपि? युग, युगस्य युगानि भवन्ति खलु, तस्य पर्सानिफिकेशन्, तत्र विग्रहरूपेण मूर्तिं प्राप्य, शरीरं प्राप्य वदन् आगच्छन्ति इति भावः तत्र. अतः अस्तु अस्तु, अतः एव द्वापरः अनन्तरं कलिः. अग्रे पठामि. अग्रे सरामः. बृहदश्व उवाच, एवं ससमयं कृत्वा द्वापरेण कलिः सह आजगाम ततस्तत्र यत्र राजा स निषधः, स नित्यमन्तरप्रेप्सुर्निषधेष्वसञ्चिरम्. अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् कृत्वा मूत्रम् उपस्पृश्य सन्ध्याम् अन्वास्तनैषदः अकृत्वा पादयोः शौचम् तत्रैनं कलिराविशत्. ससमाविश्य च नलम् समीपम् पुष्करस्य च, गत्वा पुष्करमाहे मा गस् गत्वा पुष्करमाहेदम् एहि एहि दिव्यनलेन वै अक्षद्यूतेन लञ्जेता भवान् हि सहितो मया निषधान् प्रतिपद्यस्व जित्वा राज्यं नलं नृपम्. तर्हि एवं सः समयं कृत्वा, समयम् अत्र अग्रिमेण्ट् नाम एतेन किमपि तत्र निबन्धनं भवति, समय अग्रिमेण्ट्, प्रतिज्ञामपि भवितुम् अर्हति. द्वापरेण सह कलिः सः ततः तत्र आजगाम यत्र सः नैषधः राजा आसीत् इति. अनन्तरं सः नित्यम् अन्तरप्रेप्सुः नाम अन्त तत्र प्रविष्टवान् इति किल, प्राप्तवान् इति. नरस्य शरीरं प्रवेष्टुं सः समयम् अन्तरम् अपेक्षते खलु, अतः प्रतीक्षां कुर्वन् आसीत्. द्वादशवर्षाणि यावत् तावान् शुद्धः नलः भवति, अतः तस्य अन्तरं प्रवेष्टुमपि सः न शक्तवान्. प्राप्तुम् इच्छा अस्तु. प्रेप्सुः निषधेषु निषधेषु अवसत् चिरम् अवसत्. अस्तु, सः इष्टवान् एवम्. अथ अस्य द्वादशे वर्षे कलिः अन्तरं दर्श ददर्श नाम तत्र अन्तरं प्रवेशम् अन्तरं प्राप्तवान् कथं तत् कथमिति अग्रे मूत्रम् उपस्पृश्य सन्ध्याम् सन्ध्यामनु अनुवास्त इत्युक्ते सन्ध्यावन्दनं कृतवान्. कृत्वा नैषधः एवं मूत्रम् उपस्पृश्य सन्ध्यां कृत्वा पुनः पादयोः शौचम् न न अकृत्वा तत्पूर्वं तेन शौचं करणीयम् आसीत्, पादयोः शुद्धिं करणीयम् आसीत्, परन्तु अकृत्वा बहिर्देशं गत्वा अनन्तरं पादयोः प्रक्षालनं करणीयं खलु, आम् आम् तत् कृत्वा सः कृतवान् सन्ध्याम्. आम् आम् आम् अतः तदा अहं एनं कलिः कलि प्रविष्टवान्. सः समाविश्य च नलं समीपं पुष्करस्य च पुष्करस्य समीपं च गत्वा पुष्करम् आह सः आह वदति एवम्. इदम् इदम् आह एहि दिव्य नलेन वै नलेन दिव्य नाम तत्र तेन क्रीडां करोतु अक्षक्रीडां क्रीडतु अक्षक्रीडां इति. क्रीडतु इति अहम् पुष्करः इदानीं तस्य शरीरं प्रविष्टवान्. भवान् गत्वा पुष्करं नलेन सह क्रीडां क्रीडतु इति करोतु पुष्करं वदति पुनः. पुनः अक्षद्युते नलं प्राय जित्वा भवति वा जेता इति जेता भवति इति कदा? जेता ओ भवान् अस्तु अक्षद्युते नलं भवान् जेता हि मया सहितः भवान् जेता भवति निषधान् प्रतिपद्यस्व निषधान् प्राप्यस्व प्रायः जित्वा नलं नृपं राज्यं जित्वा निषधान् न भवान् नलं स्थापयतु जित्वा, नलं नृपं जित्वा राज्यं राज्यं प्रतिपद्यस्व. प्रतिपाद्यस्व नलं नृपं जित्वा राज्यं प्रतिपद्यस्व राज्यं त्वं पालयस्व इति अतः पुष्करः एव खलु नलस्य सहोदरः, अतः तं प्रेरयति एवं कर्तुम्. अस्तु विवेक् महोदय अग्रे पठति किम् अत्र एकं विषयं वक्तुम् अहम् इष्टवती, केवलं किञ्चित् किञ्चिदिव हसनार्थं. वयं यदा बाल्यवयसि, मम अनेकवारम् उक्तवती इति अस्मि, नळचरितम् इति वक्तुं तस्मिन् सन्दर्भे एतद् वक्तुम् अहम् इष्टवती. मम पितामही तस्य दृष्टिदोषः आसीत्, नेत्रयोः दृष्टिदोषः आसीत्, पूर्णतया पठितुं सा न शक्तवती. अतः महाभारतं, रामायणम् एवं सर्वान् इतिहासपुराणादीनां पठनम् उच्चैः वयं कृत्वा कृत्वा सा केवलं शृणोति स्म. सर्वम् अति अत्युत्तम, सा बहु मेधावी, अत्युत्तम स्मरणशक्तिः आसीत् तस्याः. कुत्र कुत्र किम् अस्ति इति सर्वं जानाति स्म. नलस्य एतद् अस्मिन् सन्दर्भे कलिप्रवेशस्य विषयः यदा पठितः सा भापयति स्म अस्मान्, भवन्तः यदा एवं शौचालयं गच्छन्ति सम्यक् पादप्रक्षालनं कुर्वन्तु, अन्यथा कलिः प्रविशति, अनन्तरं बहु बाधा भवति, कष्टानि अनुभवन्ति इति. अतः वयं सर्वदा भयेन, तदपि पूर्णतया पादप्रक्षालनं, केवलं पादयोः केवलम् अर्धभागं प्रक्षालनं करोति चेत् कलिः आगच्छति पूर्णतया. यथा पृष्ठतः अग्रतः सर्वत्र शुद्धिः भवति तथा करोतु इति भावयति स्म. वयमपि तथा एव भीत्या सम्यक् पादप्रक्षालनं कृत्वा एव इदानीमपि वयं स्मरामः तत्. तमिळ्भाषायां वदति न केवलम् ஒரு தூரம் பரப்ப அளவுக்கு நீ கடுவாம போனா கூட அங்கே பூந்து போயிடுறோம். ஓஹோ இதானே மயா ஸ்மிருதம் தத் பவத்து மத்தியே கிஞ்சித் விக்ரமான சிந்தா நாஸ்தி அக்ரே அக்ரே புஷ்கரோனமப்யாயாத் कलिश्चैव वृषो भूत्वा गवां पुष्करमभ्ययात् आसाद्यतु नलं वीरं पुष्करः परवीरः दिव्यावेति इत्यब्रवी भ्राता ब्रवी भ्राता भ्राता वृषेणेति मुहुर्मुहुः न चक्षमे ततो राजा समाह्वानं महामनाः वैदर्भ्याः प्रेक्षमाणायाः पणकालममन्यथ हरिण्यम्य सुवर्ण हिरण्यम्य सुवर्णस्य या हिरण्यस्य सकारः तत्र ओ हिरण्यस्य हिरण्यस्य सुवर्णस्य युग्यस्य यानयुग्यस्य वाससाम् अविष्टः कलिन अविष्टः कलिना द्यूते आविष्टः आविष्टः कवि कलिना द्यूते जीवते जीवते जीयते चिन्तयामि अहं सः जीयते वा द्यूते जीयते स्म जीवते वा जीवते स्म नलस्तदा जीयते ओहो जीयते वा जीयते इति भवति चेदेव जीयते अर्थः तत्र तमक्ष्म अक्षम तमक्ष्मदस्सम्मतम् अक्षं तम अक्षम तमक्षमदस्सम्मतं ओ न न सुहृदा क्षम्यतां तम् अक्षमदसम्मत्तम् अक्षमदसम्मत्तम् इत्युक्ते अक्षम् अक्षक्रीडां तत्र प्रारम्भं करोति चेत् पूर्णतया तत्रैव गच्छन्ति खलु ते यथा परिसरमपि न अवगच्छन्ति तत्र एव तेषां अवधानं सर्वं तत्र एव गच्छति अतः गैम्ब्लिङ्ग् तथा एव खलु तदेव अत्र तम् अक्षमदसम्मत्तं सुहृदां न तु कश्चन तम् अक्षमदसम्मत्तं सुहृदां न तु कश्चन निवारणे अभवच्छक्तः चक्तः दीव्यमानमरिन्दमम् दीव्यमानम् अरिन्दमम् एवम् उक्तः तु कलिना एवं कलिना उक्तः तु पुष्करः नलम् अभ्ययात् नलं प्राप्तवान् कलिः च एव वृषः भूत्वा गवां पुष्करम् अभ्ययात् अत्र वृषः इत्यस्य अर्थद्वयं दत्तमस्ति अत्र पाशः इति पाशं रज्जुः इति अपि अर्थः भवति अत्र तु सः वशिं भूत्वा न न अक्ष अक् अक्षक् दण्डं भूत्वा गच्छति इति खलु दण्डं वृषः इति व्याख्याने तथा एव अर्थः दत्तः इति मन्ये किञ्चित् दर्शयतु व्याख्यां टीकां क्षम्यताम् अत्र अक्षमुख्येन वृषेण अक्षमुख्येन वृषः श्रेष्ठः इति पाशः इति ओ क्षम्यतां श्रेष्ठः इति अतः अक्षरीत्या एव अत्युत्तम अक्षरीत्या अक्षदण्डरीत्या भवान् आगच्छतु इति वदति अथवा अहम् आगच्छामि इति वा तत्र किमिति अस्ति श्लोकं दर्शयतु कलिश्चैव वृषो भूत्वा गवां पुष्करम् अभ्ययात् अतः तथा एव वदति सः पाशरूपेण वा अथवा अक्षश्रेष्ठरूपेण वा गच्छति किञ्चित् मया अपि अत्र सन्देहः अनुभूतः पश्यामः कथम् इति अत्र द्वयमपि अर्थद्वयं भवति इति चेत् किं स्वीकरणीयम् इति न दत्तम् अत्र यतः रज्जोः अत्र प्रमेयः एव नास्ति अतः अक्षदण्डः इत्येव अहं मन्ये परन्तु किमर्थं कलिः उक्तवान् सः नलस्य शरी ओ अस्तु अन्यत् रूपं स्वीकृत्य अहं वृषो भूत्वा आगच्छति कलिः नलस्य शरीरं प्रविशति एव पुरतः रूपान्तरं प्राप्य वृषो भूत्वा तत्र क्रीडार्थम् अहम् आगच्छामि इति अतः अक्षदण्डस्य विषयमेव वदति इति मन्ये. इतोपि अग्रे पठामः चेत् अवगम्यते, मया न सम्यक् न अवगतम्. अस्तु. आसाद्य तु नलं वीरं पुष्करः परवीरः परवीरः इत्युक्ते शत्रुपक्ष रुग्णः वीरवान् यः हन्ति यः हन्ति सः परवीरः इति. शत्रुघ्नः. दिव्या वा इति दिव्या दिव्या दिव्या इदानीं द्विवचनं खलु, लोट् द्वयोः एव मध्ये, द्वयोः मध्ये एव एत क्रीडा भवति, अक्षक्रीडा. अतः वै आवां दिव्या वा इति अब्रवीत् भ्राता. इति अब्रवीत् भ्राता वृषेण इति मुहुर्मुहुः पुनः वृषेण अत्र वृषेण वृषेण तत् अक्षदण्डेन सह वयं क्रीडामः इति अहं चिन्तयामि. न चक्ष्मे ततः राजा समाह्वानं चक्ष्मे ततः राजा समाह्वानं महामनः चक्ष्मे न दृष्टवान् न न चक्षमे इत्युक्ते न समर्थः अभवत् इति. यतः क्षत्रियाणां ये अक्षक्रीडायां सर्वदा व्यामोहः भवति. तत् अनन्तरम् अन्यः विषयः अपि अस्ति, यदा कश्चन अन्यः राजा आगत्य एवं क्रीडा वा इति आह्वयति चेत् आह्वानं स्वीकरणीयं भवति, अन्यथा तस्य गौरवहानिः भवति. क्षत्रियधर्मस्य गौरवहानिः भवति. अतः एव युधिष्ठिरः अपि तथा एव कृतवान्, तस्य मोहः अपि आसीत्, नलः अपि तथा एव आह्वानं स्वीकृतवान्. परन्तु सर्वदा एवं दुष्टानां क्रीडा अपि भवति खलु, अतः ते वञ्चनया एतत् सर्वम् आनयति, हानिम् आनयति. वैदर्भ्याः प्रेक्षमाणायाः फणकालम् अमन्यत अत्र फणकाल इत्युक्ते पणकालम् इत्युक्ते सर्वं तत्र विधयः अथवा समयः तस्मिन् विषये ते सः अङ्गीकृतवान् इत्यपि भवति. तत् पणकालम् इति किं किं दातव्यं, पणरूपेण किं किं तत्र स्थापितव्यं, तत्र केचन नियमाः भवन्ति खलु, तत्सर्वं सः अमन्यत. एतत् सर्वं कदा कृतवान्? दमयन्ती पश्यन्ती एव आसीत् तदा सः एतत् सर्वं कृतवान् इति. हिरण्यस्य सुवर्णस्य यानयुग्यस्य यानयुग्यम् वाससा इत्युक्ते यानं रथः, रथस्य अश्वाः, रथः अश्वाः सर्वम् इति. कलिना आविष्टः द्यूते जीयते जीयते स्म स्म नलः तदा एकैकशः हिरण्यस्य पर्णरूपेण एतत् सर्वं स्थापितवान्. हिरण्यं, सुवर्णं, यानयुग्यं, रथाः, अश्वाः, वाससां सर्वाणि वस्त्राणि, वस्त्राणि अमूल्यवस्त्राणि सर्वाणि आविष्टः, कलिना आविष्टः सः, अतः तस्य बुद्धिः तथा गच्छति इति. द्यूते जीयते स्म तदा नलः. कम नलः जयं प्राप्नोति इति वा न खलु तत्र? क्षम्यतां, जीयते नलः इति अस्ति चेत् जीयते इति जयं प्राप्नोति इति वा? सः नलः जीयते तन् भवति खलु, कर्मणि प्रयोगः भवति खलु, कलिना, कलिना जीयते खलु, कलिना नलः जीयते. न न कलिना आविष्टः नलः द्यूते जीयते स्म पुष्करेण पराजयं प्राप्तः इति. पराजयं प्राप्तवान् एव, तदेव जितः इति भवति खलु, तस्य कलिना लट् लकारे जीयते भवति. अस्तु, पराजितः, जितः, कलिः जयति नलः जीयते. अक्षमदसम्मतम् अक्षमदसम्मतं सुहृदां न तु कश्चन सुहृदां निवारणे अपि सः किं कृतवान्? निवारणे अभवत् अशक्तः, अभवत् अशक्तः शक्तः दिव्यमान ओ न शक्तः अभवत् इति अस्ति खलु, अभवत् न अभवत् शक्तः न निवारणे शक्तः शक्तः अभवत् न अभवत्. दिव्यमानम् अरिन्दमम् दिव्यम्. ओ न दीव्यमानम् न अत्र नळन् तस्य द्यूतक्रीडातः निवारयितुं सुहृदः मित्राणि अपि न शक्ताः अभवन् इति अर्थः भवति. परन्तु सुहृदां कश्चन अपि, ओ अस्तु, मित्रेषु कश्चन अपि न शक्तः अभवत् नलं निवारयितुं. सुहृदं मध्ये कश्चन कोऽपि न शक्तः अभवत् इति. अग्रे अग्रे सन्ध्या भगिनी पठति किम्? ततः पौरजनाः सर्वे मन्त्रिभिः सह भारत राजानं द्रष्टुमागच्छन्निवारयितुमातुरं ततः सूत उपागम्य दमयन्त्यै न्यवेदयत् एष पौरजनो देवी द्वारि तिष्ठति कार्यवान् निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः ततः सा बाष्पकलया वाचा दुःखेन कर्षिता उवाच नैषधं भैमी शोकोपहत चेतना राजन् पौरजनो द्वारि त्वां दिदृक्षुर अवस्थितः मन्त्रिभिः सहितः सर्वैराजभक्तिपुरस्कृतः. अस्तु तर्हि ततः पौरजनाः सर्वे सर्वे इत्येव भवितुमर्हति, सर्वै न इति मन्ये. मन्त्रिभिः सहितः सर्वे राजभक्तिपुरस्कृतः इति भवति वा? सर्वैः सर्वैः अपि भवितुमर्हति न, सर्वैः सर्वैः कथं पुरस्कृतः भवति? सर्वैः सर्वैः सर्वैः सहितः. अस्तु तर्हि ततः पौरजनाः सर्वे मन्त्रिभिः सह हे भारत राजानं द्रष्टुम् आगच्छत् न आगच्छन् निवारयितुम् आतुरम् आतुरं राजानं निवारयितुं सर्वे जनाः आगतवन्तः. एतत्तु स्पष्टं. ततः सूतः उपागम्य अत्र अत्र दमयन्तीम् सू उपागम्य सूतः इति मन्त्री इति अर्थः वा? सारथिः. सारथिः एव. अस्तु ततः सूतः उपागम्य दमयन्त्यै न्यवेदयत् किम् इति चेत् एषः पौरजनः हे देवि द्वारि तिष्ठति कार्यवान् इति. एतदपि स्पष्टमस्ति. निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः अमृष्यमाणाः न अमृष्यमाणाः व्यसनं राज्ञः धर्मार्थदर्शिनः. तर्हि धर्मार्थदर्शिनः राज्ञः व्यसनम् अमृष्यमाणाः सर्वाः प्रकृतयः स्थिताः इति इति नैषधाय निवेद्यतां हे निवेदितम् रा इति हे राज्ञि दमयन्तीं वदति. हा हे राज्ञि तथा कुरुता क्रियताम् इति इति वदति. ततः सा दमयन्ती बाष्पकलया वाच दुःखेन कर्षिता उवाच नैषधं भैमी शोकोपहत चेतना. स्पष्टं. हे राजन् पौरजनः द्वारि त्वां दिदृक्षुः अवस्थितः मन्त्रिभिः सहितः सर्वैः राजभक्तिपुरस्कृतः. सर्वैः मन्त्रिभिः सहितः राजभक्तिपुरस्कृतः इति. पुरस्कृतः पौरजनः द्वारि स्थितः इति. अत्र यद्यपि अत्र एकवचने अस्ति पौरजनः इत्युक्ते जनानां पौरजनानां समूहः इति समूहः. भवितुमर्हति. अस्तु, सरलः अस्ति. हरि महोदय पठति किम्? हरि महोदय. तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत तं तथा रुचिरापाङ्गी विलपन्तीं वा पापाङ्गीं विलपन्तीं तथा विधाम् आविष्टः कलिना राजा नाभ्यभाषत किञ्चन ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान् दुःखार्थाः अत्र विसर्गः अस्ति व्रीडिता जग्मुरालयान् तथा तदभवद्द्यूतं पुष्करस्य नलस्य च युधिष्ठिर बहून् मासान् पुण्यश्लोकस्त्वजीयत युधिष्ठिर इति सम्बोधनम् अतः युधिष्ठिर इति अभवत्, अत्र एव अध्यायस्य समाप्तिः. अतः एतेषां श्लोकानां तात्पर्यं वदति चेत् तं द्रष्टुम् अर्हसि इति एवं पुनः पुनः अभाषत तं नलं द्रष्टुम् अर्हसि दमयन्ती द्रष्टुं दमयन्तीम् उक्तवान् अभाषत तत् पौरजनं पुरजनं द्रष्टुम् अर्हसि इति दमयन्ती नलं वदति. साधु तं द्रष्टुम् अर्हसि इति एवं पुनः पुनः अभाषत तं तथा रुचिरा तं तथा राम ताम तां तां तथा रुचिरापाङ्गी विलपन् आपाङ्गीं विलपन्तीं दमयन्तीं दमयन्तीं रुचिरापाङ्गी रुचिरा नाम अपाङ्ग रुचिरा इत्युक्ते मनोहरः इति अर्थः, अत्तु सुन्दरम् इति अर्थः भवति. अपाङ्गम् इत्युक्ते तत्र नेत्रदृष्टिः तथा बहु सुन्दर रुचिरापाङ्गीं विलपन्तीं तथाविधं विलपन्तीं कलिना आविष्टः राजा नाभ्यभाषत किञ्चन नाभ्यभाषत किमपि नोक्तवान् ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः तदा एते मन्त्रिणः पुरवासिनः नायमस्तीति दुःखार्ताः नाय व्रीडिताः जग्मुः आलयान् जग्मुः तेषां गृहान् जग्मुः गतवन्तः नायमस्ति इति अयं नायमस्ति इति अयं नलः नलः एव नास्ति इति नास्ति इत्युक्ते इति सः सर्वं विस्मृतवान् इति. दुःखार्ताः व्रीडिताः लज्जिताः आलयान् जग्मुः गृहान् गतवन्तः तथा तदभवत् द्यूतं पुष्करस्य नलस्य च अनयोः मध्ये द्यूतम् अभवत् युधिष्ठिर बहून् मासान् पुण्यश्लोकः तु अजीयत पराजित एव आसीत् बहून् मासान् पुण्यश्लोकः नलः नलः विख्यातकीर्तिः नलः बहून् मासान् क्रीडां क्रीडित्वा क्रीडित्वा सः सर्वं महोदय अत्र पुण्यश्लोकः इत्यस्य समासविग्रहः कथं भवति? अर्थः वा अर्थः अपि विग्रहवाक्यमपि कुत्रापि दृष्टं मया, अहं लिखितवती अपि. पुण्यः श्लोकः पूर्वतनश्लोकः यावत् स्मरामि श्लोकः नाम चरितम् अत्र गतसप्ताहे तस्य विषये चर्चा अभवत् खलु पुण्यश्लोकः इति पुण्य श्लोकः चरितं पुण्यचरितं यस्य बहुरिः अत्र रामामङ्गले रामायणमङ्गले अपि आगच्छति तत्र पुंसां मोहनरूपाय पुण्यश्लोकाय मङ्गलम् इति रामस्य विषये. कल्पद्रुमे एवं पश्यामि भगिनि, पुण्यः पुण्यदायकः श्लोकः यशः चरित्रं वा यस्य इति. पुनः वदतु. पुण्यः पुण्यदायकः खलु पुण्यः इति न भवति खलु, पुण्यः श्लोकः इति अस्ति खलु. पुण्यः पुण्यदायकः श्लोकः इत्युक्ते यशः चरित्रं वा यस्य इति श्लोकः इत्यस्य अर्थः यशः चरित्रम् यशः इति वा चरित्रम् तत्र चाट् मध्ये स्थापयामि. अतः महायशः इति अर्थः उक्तः. पुनः साक्षात् नलराजः इत्यपि अस्ति, तर्हि तत्तु कोशे यत् किमपि अस्ति तत्तु द्रष्टुं शक्नुमः, किन्तु महोदय भवती किं वदन्ति आसीत् तत्र सहस्रनाम कुत्र कुत्र विष्णोः तथा नाम पुण्यश्लोकः इति आसीत् इति पुनः वदतु. भवती किमपि वदन्ती आसीत् खलु विष्णोः नाम पुण्यश्लोकः इति कथम् इति किमपि वदन्ती आसीत् खलु इदानीं निमेषद्वयात् पूर्वम्. रामायणे एतदेव आसीत् अहम् उक्तवती रामायणमङ्गलश्लोके विश्वामित्रान् तत् मङ्गलं कौशलेन्द्राय महनीयगुणात्मने चक्रवर्तितनूजाय सार्वभौमाय मङ्गलं वेदवेदान्तवेद्याय मेघश्यामलमूर्तये पुंसां मोहनरूपाय पुण्यश्लोकाय मङ्गलम् इति आगच्छति. अतः तत्र अपि च अन्यत् श्लोकं श्लोकः इति भवति चेदेव प्रशंसन स्तोत्रमिति प्रशंसायुक्तं स्तोत्रम् इति भवति श्लोकः इति. अतः एव यदा केचन जनाः बहु उत्तमकार्याणि कृत्वा यशस्विनः भवन्ति, अनन्तरं सर्वेषां सहायं सदा कुर्वन्ति, अतः तेषां श्लोकं कर्तुमपि जनाः इच्छन्ति इति वदन्ति, प्रशंसां प्रशंसारूपेण स्तुतिं कर्तुम् इच्छन्ति इति. परं तत्र पुण्यम् इति किमर्थम् आगतम् इति, सः पुण्यरूपी इति पुण्यम् इति वा सायकः इति सुकीर्तिः इत्यपि अस्ति महोदय. कीर्तिः कीर्तिः अपि च अन्यश्लोकमस्ति, पुण्यश्लोको नलो राजा, पुण्यश्लोको युधिष्ठिरः, पुण्यश्लोको विदुरस्य. बहुषु बहुषु स्थलेषु आगच्छति पुण्यश्लोकः पुण्यश्लोको इति, पुण्यचरितः इत्यपि भवन्ति शुभचरिता एव सुकीर्तिः जनकः इति मध्यमपदलोपि भवितुमर्हति इति. आम् पुण्यजनकः श्लोकः इति भवितुमर्हति. इदानीं चरितव्रतः इति एकं पदम् अस्ति, तत्र व्रताचरणं सर्व तस्य चरितम् इत्यत्र अत्र चरित्रं न, तत्र आचरितम् इति. व्रताचरणे सः समर्थः इति चरित्रव्रतः इति उच्यते, तत् भवितुमर्हति. अग्रे इतोपि श्लोकद्वयं पठति किम्? आं पठतु महोदय. हरि महोदय. अस्तु. दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं न राधिपम् उन्मत्तवदनुन्मत्त. अत्र अत्र अस्ति खलु टीकायां पुण्यः तदेव किं भव्या भगिनी उक्तवती, पुण्यः पावनः श्लोकः यस्य इति अस्ति समासस्य, पावनः श्लोको यशो यस्य इति तदेव उक्तवती किं भवती? अहं पुण्यः पुण्यदायकः नो चेत् पुण्यजनकः श्लोकः, श्लोकः इत्युक्ते यशः नो चेत् चरित्रं वा. अत्र टीकायां पुण्यः इत्यस्य अर्थं पावनः इति उक्तं, पुण्यः पावनः श्लोकः यशः यस्य इति. अतः अत्र अस्ति अस्मिन् पुटे एव दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं न राधिपम् उन्मत्तवद् अनुन्मत्ता देवेन गतचेतसं भयशोकसमाविष्टा राजन् भीमसुता. ततः चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति. दमयन्ती ततः दृष्ट्वा पुण्यश्लोकं दृष्ट्वा नराधिपं पुण्यश्लोकं दृष्ट्वा नलं दृष्ट्वा उन्मत्तवत् अनुन्मत्त देवेन नाम क्रीडा देवने देवने देवने क्रीडा क्रीडायां गतचेतसं नाम नष्टचेतसं. न अत्र देवने इत्यस्य वेदने वेदनायाम् इत्यपि अर्थं भवितो खलु देवने गतचेतसम् इति नळस्य विशेषणं भवति, देवने गतचेतसं नळं भवति क्रीडा एव. उन्मत्तवत् गतचेतसम् अनुन्मत्त एषा दमयन्ति. भयशोकसमाविष्ट शोकाकुला राजन् राजन् नाम अत्र युधिष्ठिरं युधिष्ठिरस्य सम्बोधनं भीमसुत दमयन्ति. ततः चिन्तयामास तत् कार्यं तस्याः कार्यं सुमहत् कार्यं बृहत् कार्यं पार्थिवं प्रति नाम राजानं तं नलं प्रति बृहत् कार्यं चिन्तयामास. किं करणीयं कथं करणीयम् इति चिन्तितवती. सर्वे पठितवन्तः किल? अग्रे पठ्यतां समयः अस्ति खलु अस्तु महोदय. मा शङ्कमना सो सा शङ्कमना तत्पापं चिकीर्षन्ति च तत्प्रियं नलं च हृतसं सर्वस्वं नलं च हृतसर्वस्वम् उपलभ्येत उपलभ्येदमब्रवीत् उपलभ्येदमब्रवीत् बृहत्सेनाम् अतियशां तां धात्रीं परिचारिकां हितां सर्वार्थकुशलाम् अनुरक्तां सुभाषितां बृहत्सेने व्रजां व्रजाम् अमात्य व्रज अमात्यान् आनाय इति बृहत्सेने व्रजामात्यानान् बृहत्सेने व्रजामात्यानायन्नलशासनात् आचक्ष्व यद्धृतं यद्धृतं यद्वृत्तं भवति अत्र वृत्तं न वृत्तं यद्वृत्तं दिव्यम् अवशिष्टं च यद्वसु अस्तु तर्हि पञ्चश्लोकः अभवन् ओ न ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम् अपि नो भागधेयं स्यात् इत्युक्त्वा नलमाव्रजन् तास्तु सर्वा प्रकृतयो द्वितीयं समुपस्थिताः न्यवेदयद्यद्भीमसु भीमसुता न च तत्प्रत्यनन्दत अस्तु सा शङ्कमनाः सा तत्पापं च तत्प्रियं चिकीर्षन्ति तत्पापं चिकीर्षन्ति तत्प्रियं नलं हृतसर्वस्वं सर्वमपि हृतं जातं खलु तादृशनलं उपलभ्येत् अब्रवीत् इदम् अब्रवीत् उपलभ्य इदम् अब्रवीत् इत्युक्ते तत्र तत्र आलिङ्गे इदम् अब्रवीत् इति वा उपलभ्य एवम् अग्रे यदा वदति तत् बृहत्सेनाम् अतियशां तां धात्रीं परिचारिकां हितां सर्वार्थकुशलाम् अनुरक्तां सुभाषितां कथं भवति इदानीं नलं प्रति सा न वदति न दमयन्ती बृहत्सेनाम् आहूय खलु वदति बृहत्सेना इति तस्य अत्र अर्थः कथं भवितुमर्हति बृहत्सेना इत्युक्ते तस्य सेविका इति परिचा न भवतु अत्र कां प्रति वदति नलम् उपलभ्य इदम् अब्रवीत् इत्युक्ते अनन्तरं किमर्थम् एतत् अत्र टीकायां पश्यतु कं वदति इति पश्यामः धात्रीं बृहत्सेनामिति सा वदत् सा एव वदति नलम् अत्र नास्ति टीका अग्रे एव आगच्छति इति मन्ये नास्ति अत्र पश्यामः पुनः महोदय सा एव वदति इति मम भाति यतः सा किं वदति धात्रीं बृहत्सेनां धात्रीम् इति धात्रीम् उद्दिश्य किं खलु वदति न तु नलम् उद्दिश्य किं किं न एवं भवितुमर्हति चिन्तयामास दमयन्ती सुमहत् पार्थिवं प्रति तत् कार्यं चिन्तयामास अतः स तत् तत् पापं चिकीर्षन्ति च तत् प्रियं सः शङ्कमाना तत् पापम् इत्युक्ते प्रायः नलं प्रियं चिकीर्षन्ति तत् पापं न भवति तत् न सा शङ्कमाना किं भवति? तत्र महोदय, तत्पापं शङ्कमाना न एवं तत्प्रियं भवति खलु, एवं चिकीर्षति। न न हि एवं भवितुमर्हति. हृतसर्वस्वं नलं तत् पापं प्रियं चिकीर्षन्ती सा शङ्कमाना इदमब्रवीत् इति धात्रीम् अग्रे अभवति. नलस्य प्रियं कर्तुम् इच्छन्ती सा धात्रीम् अग्रे वदति इति. कीदृशी धात्रीम् इत्युक्ते गतम् बृहत्सेनाम् अतिशयशिषां परिचारिकां हितां आम् सर्वार्थकुशलाम् अनुरक्तां सुभाषितां वर्षितम् तादृशीं धात्रीम् एवम् उवाच। हे बृहत्सेने, अग्रे वदतु, हे बृहत्सेने व्रजा व्रज न व्रजा अमात्यान् आनाय नलशासनात् आचक्ष्व इति वा, आचक्ष्य आचक्ष्व वदतु इति वदतु आचक्ष्व यद्धृतं द्रव्यं, यद्वृत्तं भवति, घृतं वा वृतं वा घृतमिति अस्ति, घृतमिति यद्धृतम् इति स्यात्। घृतम् ओ न न अवशिष्टं यद् इतोपि अस्ति इति तद् धृतं यद्वसु धृतम् इति यत् इतोपि घृतं द्रव्यम् इतोपि यद् अवशिष्टमस्ति तद् वदतु इति यत्सु अमात्यानाय. अवशिष्टम् अस्ति इति वदति। ततः ते मन्त्रिणः सर्वे विज्ञाय नलशासनम् अपि नः भागधेयं स्यात् इति उक्त्वा नलम् आवृजन्। तत्र किमर्थं भागधेयं, तत् न अवगच्छामि। अस्माकमपि एवमेव भवति चेत् अस्माकं भाग्यहीनता भवति इति चिन्तयामि. न भाग नः इत्युक्ते अस्माकं टीकां पश्यामः किञ्चित्. तत्र आर्षप्रयोगे केचन प्रयोगाः बहु क्लेशयुक्ताः भवन्ति. अस्ति तत्र उपरि भवेत्. ओ एकस्य अध्यायस्य अर्थः न भागधेयं अस्ति। नाम विधिः खलु, तत्र सौभाग्यम् इति भवति भागधेयम्. एतदेव अस्माकं सौभाग्यम् इति, तत्र सर्वमपि गतम् इति तादृशं चिन्तयन्ति वा? एतदेव अस्माकं सौभाग्यम् इति उक्त्वा नलम् अवृजन् इति आव्रजन् आव्रजन् न नलम् आव्रजन् नलसमीपं गतवन्तः। अस्तु, ताः तु सर्वाः प्रकृतयः, ते जनाः सर्वे अपि द्वितीयं समुपस्थिताः। किमर्थं द्वितीय अधः दत्तमस्ति तस्य अर्थः अस्ति द्वितीयः इति, द्वितीयवारम्. द्वितीयवारं पुनः तत्र गत्वा समुपस्थिताः ते न्यवेदयत् किं न्यवेदयत् न्यवेदयत् अयद् एकश्रुता न च तत् प्रत्यनन्त ते तथा प्रायः तस्य फलितांशम् इति वदामि मन्ये. तास्तु सर्वाः प्रकृतयः द्वितीयं समुपस्थिताः. न्यवेदयत् भीमसुता न च तत् प्रत्यनन्दता. न्यवेदयत् इति किमर्थम् एकवचने अस्ति? तत्र एते प्रकृतयः उपस्थिताः इति भीमसुता नलं न्यवेदयत्, सः नलः तत् न प्रत्यनन्दत. एतद्विषयं न प्रत्य एव एतं विषयं न प्रत्यनन्दत. तद् अभवत् इति, द्वितीयवारं गत्वापि तत्र प्रयोजनं नास्ति इति उक्तवन्तः इति वा? एते आगतवन्तः द्विवारं, द्वितीयवारम् आगतवन्तः जनाः इति सः अवदत्. तावद् खलु, नमयन्ति भीमसुता न्यवेदयत्, नलं न्यवेदयत्, परन्तु सः न सः न प्रत्यनन्दत. प्रत्यनन्दत, सः न इष्टवान्, ते पुनः आगतवन्तः इति। ओ सः न प्रत्यनन्दता नलः, सः न इष्टवान्। अतः वाक्यम् अप्रतिनन्दन्तं भर्तारम् अभिवीक्ष्य सा दमयन्ती पुनः वेश्म अप्रविवेश व्रीडिता भूत्वा. इत्युक्ते सः तत् अवधानमपि न दत्तवान् इति, किमपि न उक्तवान् खलु प्रथमवारं, द्वितीयवारमपि सः तथा एव कृतवान् इति कृत्वा दृष्ट्वा सा अभिवीक्ष्य भर्तारम् अभिवीक्ष्य पुनः व्रीडिता भूत्वा वेश्म प्रविवेश. विमला महोदय पठति। अष्टमे विषम्य अष्टमश्लोकः अस्तु। हा हा अच्छा अस्तु। दमयन्ती पुनर् तत् अभवत् खलु अष्टम अभवत् अस्तु। निशम्य सततं चाक्षान् पुण्यश्लोकपराङ्मुखान् नलं च हृतसर्वस्वं धात्रीं पुनरुवाचः बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात् सूतमानय कल्याणी महत्कार्यमुपस्थितं बृहत्सेना तु सा श्रुत्वा दमयन्त्या प्रभाषितं वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः वार्ष्णेयं तु ततो भैमी सान्त्वयश्लक्ष्णया गिरा अग्रे उप हा श्लक्ष्णया गिरा अस्तु। हा उवाच देशकालज्ञा प्राक्तकालमनिन्दिता जानासि त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि तस्य त्वं विषमस्थस्य साहाय्यं कर्तुमर्हसि। पञ्चमश्लोकः पञ्चश्लोक। हा दमयन्ती पुनः वेश्म दमयन्ती व्रीडिता सा दमयन्ती वेश्म प्रविशति अपि च पुण्यश्लोकराजा न पुण्यश्लोकपरामुखान् चाक्षान् सततं निशम्य इति सततं निशम्य अस्तु। सा वेश्मं प्रविशति पुनः धात्रीं प्रति वदति हे बृहत्सेने पुनः गच्छ अपि च नलशासनात् सूतं वार्ष्णेयं सूतम् आनय हे बृहत्सेने नाम इति मन्ये वार्ष्णेय इति सूतस्य सूतस्य नाम इति भाति मम कार्यम् उपस्थितम् इति बृहत्सेना तु तं श्रुत्वा यद् दमयन्त्या उक्तं वार्ष्णेयम् आनयामास पुरुषैः आप्तकारिभिः हा दमयन्ती तं प्रति श्लक्ष्णया वाचा सान्त्वयति अपि च प्राप्तकालमनिन्दिता इत्युक्ते किं तत्सर्वं दमयन्त्याः सविशेषणानि अस्तु। जानीषि त्वं यथा राजा समक्षे जानीषे यथा राजा जानीषे इति एकवचनं त्वं यथा राजा सम्यग् वृत्तः सदा त्वयि तस्य त्वं विषमस्थस्य साहाय्यं कर्तुम् अर्हसि इति अदेव साहाय्यं सहायम् इति भवता उक्तं सम्यक् वृत्तः इत्युक्ते सम्यक् सर्वस्य व्यवहारः आचारः व्यवहारः सदाचारशीलः त्वयि कथं व्यवहरति इति भवती जानाति इति अस्य तस्य विषमः विषमस्थस्य विषमस्थस्य इदानीं तस्य बहु क्षीणस्थितिः खलु विषमकालः इति साहाय्यं साहाय्यं कुरु इति तत्र तत्र रतिकं वदति खलु एवं रतिकं वदति सूतं वदति सूतं वदति महोदय प्रश्नः अस्ति पुनः पठितं खलु वृषम् इति अत्र वार्ष्णेयं न अग्रिम द लास्ट् चाप्टर् वृषः पुष्करम् आविष्यति तत्र इति किमपि आसीत् पुष्करस्य देहं प्रविशति वा किमपि नलस्य अक्षदण्डं प्रविशति कलिः अक्षदण्डमस्ति खलु एवं डैस् आम् आं तत् अत्र प्रविश्य तथा यथा पुष्करस्य पक्षे एव सर्वदा लाभकरः भवति तथा करोति वञ्चनया एव अत्रापि यथा शकुनिः कृतवान् तथा एव यदा चतुरङ्गक्रीडायां तस्य आक्षाणां क्षेपणं भवति खलु तथा तेषां या संख्या अपेक्षिता भवति तद् न भवति चेत् पराजयः ततः अक्षान् प्रविश्य तथा कारयति कलिः. महोदय, कलिश्च एव वृषो, क्षम्यतां, सः द्वा पुष्करं न द्वापरं, द्वापरं तथा कारयति. कलिद्वापरः खलु एवं कर्तुं शक्नुवन्ति, पुष्करः केवलं नलस्य सहोदरः, सः क्रीडति तावदेव. हा, परन्तु कलिश्चैव वृषो भूत्वा इति वृषः कलिश दूर्पद्वयं स्वीकरोति, नले नलस्य शरीरं प्रविशति, रूपान्तरं स्वीकृत्य सः तत्र वृषरूपेण आगच्छामि इति उक्तवान् खलु, तत्तु अक्षदण्डरूपेण आगच्छामि इति, अतः कलिः तत्र प्रविशति. अस्तु अस्तु महोदय, धन्यवादः. द्वापरः किमपि न करोति इति मन्ये, केवलं तेन सह आगच्छति तावदेव. अग्रे अभिषेक् महोदय पठति किम्? अस्तु महोदय, चतुर्दश. यथा यथा हि नृपतिः पुष्करेणैव जीयते, तथा तथास्य वै द्यूते रागो भूयोऽभिवर्धते. यथा च पुष्करस्याक्षाः पतन्ति वशवर्तिनः, तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते. इदानीम् अवगतं खलु, पुष्करस्य अक्षाः सर्वदा वशवर्तिनः भूत्वा यदि उक्तं तदेव पतति तस्य पक्षे, परन्तु तस्य विपर्ययरूपेण नलस्य अक्षेषु दृश्यते, व्यत्यासरूपेण विरुद्धरूपेण नलस्य अक्षाः. सुहृत्स्वजनवाक्यानि यथा यथावन् न शृणोति च, यथावत् न शृणोति च, ममापि च तथा वाक्यं नाभिनन्दति मोहितः. नूनं मन्ये न दोषोऽस्ति नैषधस्य महात्मनः, यत्तु मे वचनं राजा नाभिनन्दति मोहितः. शरणं त्वां प्रपन्नास्मि सारथे कुरु मद्वचः, नहि मे शुध्यते भावः कदाचित् विनशेदपि. अस्तु, यथा यथा हि नृपतिः पुष्करेणैव जीयते, तथा तथा अस्य वै द्यूते रागः भूयः अभिवर्धते. तथा तथा राज्ञस्य रागः इतोपि अभिवर्धते. यथा च पुष्करस्य अक्षाः पतन्ति वशवर्तिनः पुष्करस्य अक्षाः पतन्ति, तथा विपर्ययश्चापि नलस्य अक्षेषु दृश्यते. विपर्ययश्चापि इत्युक्ते विपर्ययदृष्टिः, विपर्ययः विरुद्धरीत्या भवति नलस्य विषये, नलस्य अक्षेषु विपरीतदृष्टि रीति दृश्यते. सुहृत स्वजनवाक्यानि यथा यथावत् न शृणोति सः, यथावत् न शृणोति च, मम अपि च तथा वाक्यं न अभिनन्दति मोहितः. मम वाक्यमपि सः न अभिनन्दति, सः अक्षक्रीडायां मोहितः अस्ति इदानीं. नूनं मन्ये न दोषः अस्ति नैषधस्य महात्मनः, यत्तु मम वचनं राजा न अभिनन्दति मोहितः. शरणं त्वां प्रपन्न अस्मि सारथे प्रपन्न सा अस्तु दमयन्ती उक्तवती अस्ति, अहं त्वां शरणे प्रपन्ना अस्मि, सारथे कुरु मद्वच मद्वचः अहं यद्वदामि तत् करोतु मद्वचः कृपया सार्थवत् करोतु इत्यर्थः। नहि मे शुध्यते भावः कदाचित् विनश्येदपि अस्य अर्थः न ज्ञायते। नहि शुध्यते खलु तत् नहि मे शुध्यते वा शुध्यते आम्, मम भावः न शुध्यते कदाचित् अपि। न शुध्यते इत्युक्ते किम् शुभो न भवति इति, अशुभः अशुभो शुभम् भवति अशुभभावः एव सूच्यते मम इति। अस्तु मम भावः न शुध्यते कदाचित् विनश्येदपि भवति इति अहं मन्ये। अत्र सारथेः विषये विश्वासः सर्वदा न विनश्येत् न इति भवति खलु। अयं नलः कदाचित् विनशेत् इति, विनश्येदपि अयं नलः विनशेत् इति खलु, कदाचित् नलः विनशेत् इति अशुभः भावः मम अस्ति। टीकां पश्यतु अष्टादशश्लोके विनशेत् विनश्येत् नलः इति शेषः। यथा न विनश्येत् तथा कुरु इति। इतोपि न स्पष्टं न विनश्येत् अस्तु अग्रे पठ्यता कदाचित् विनशेत् इति चेत् नाम अस्य विनाशः निश्चितः इति, न विनेश न इति अस्ति न खलु नास्ति खलु तत्र। न शुध्यते भावः भावः न शुध्यते, न इति शुध्यते इति अनेन सह अन्वयः। एष भावः कः? अयं विनशेत् कदाचित् इति, कदाचित् नाम न भाविनि तत्र काले, तस्य अर्थः कः नाम भावः अस्य मे न प्राजनता शुध्यते इत्यस्य अर्थः कः मम एवं गोचरं भवति, नाम अशुभं भावम्, एषः नलः पराजितो भवति। ओ तस्य शुद्धिः वा किमपि भवतु शुभं न भवति इति मम मनसि संशयः इति कदाचित् विनश्येदपि नाशः अपि प्राप्नोत् सः इति प्राप्नुयात् इति अस्तु अतः इतोपि इदानीमेव कार्यस्य करणं करणीयम् इदानीं करणीयं कर्तव्यं करणीयं भवति इति अग्रे एवं पठामः अथवा? ओ अस्तु इदानीं समयः अतीतः आम् आम्, बहु समयः हो सार्धदशवादनम् इदानीं वयं विरमामः इति मन्ये अभिषेक् महोदय किमपि वक्तुम् इच्छसि? आमाम् आमां कदाचित् कदाचित् विनश्येत् इति मम भावः न शुध्यते इति भवितुम् अर्हति वा भावः कीदृशभावः किम् अस्ति कदाचित् विनश्येत् इति राजा कदाचित् विनश्येत् इति मम भावः न शुध्यते इति इत्यर्थः भवितुम् अर्हति वा तत्र इति इति भावः न शुध्यते इत्युक्ते स विनश्येत् इति वा न विनश्येत् इति वा कदाचित् विनश्येत् इति एतादृशः भावः मम भावः न शुध्यते एवमेव चिन्तयामि अहमपि। इति अस्ति इति कारणात् कोटेशन् मध्ये अस्ति अत्र कदाचित् अहं तत्र च विनश्येत् इति भवति खलु नश् धातुः, न न अत्र अपि इति अस्ति खलु अतः अहं चिन्तयामि प्रायः समीचीनं वा न वा अहं न जाने परन्तु मम भावः अत्र मम शुध्यते भावः तत्र कदाचित् सः विनिषेदपि नष्टः भवितुम् अर्हति इति, नरस्य नाशः भवितुम् अर्हति तथा एव मम भावः इति न इति किमर्थं तत् अस्ति न कुत्र विनिषेत् मम विश्वासः नास्ति इति सः वदति, मम विश्वासः नास्ति, प्रायः सः विनश्येदेव इति, कदाचित् विनश्येत् अपि परस्य प्रश्नः अत्र विनश्येत् इति भवेत् इति खलु, नश धातुः दिवादिगणे अस्ति, विनश्येत् इति भवति यदि भवति कदाचित् विनश्येदेव अपि इति कारणात् सः विनश्येत् इत्येव भावः तत्र अत्र दत्तमस्ति विनश्येत् विनश्येत् इति। अस्तु, नलः इति शेषः भवति, तत्र क्लेशः नास्ति, न शुद्धं शुध्यते इत्यस्य विषये एव अर्थः कः इति न गम्यते। अशुभा अस्तु आलोचना विरमामः अतः, नहि मे शुध्यते भावः, अतः सा तस्य विश्वास तस्याः विश्वासः नास्ति इदानीम्, इतोपि अग्रे सः बहिः आगच्छति इत्यपि तस्य विश्वासः नास्ति, अतः एव यत् करणीयं करोतु इति तस्य पुत्रद्वयं प्रेषयति इति मन्ये, एका पुत्री एकः पुत्रः अस्ति खलु, आम् आम् तस्याः भीमस्य गृहं प्रेषयति इति अहं चिन्तयामि अग्रे, अतः एव सारथिं वार्ष्णेयम् आनीतवती। महोदय, एवम् अर्थं भवितुम् अर्हति वा, नहि मे शुध्यते, अहं शुद्धं कर्तुं प्रयत्नं करोमि परन्तु न शुध्यते, एताद् दोषाः भावाः। शुध्यते इत्यस्य क्रियापदस्य अर्थः किमिति, कथं स्वीकुर्वन्ति? शुध्यते शुद्धं न भवति, शुद्धं किमिति भवति इत्युक्ते शुध्यते, अशुद्धम् अस्ति इति, अशुद्धम् अस्ति न शुध्यते, अशुद्धम् अस्ति शुद्धं न। अतः एव अहं चिन्तयामि मम भावः नास्ति इति इत्युक्ते सः तस्य इदानीं शुभं भवति इति अहं न चिन्तयामि इति, मम विश्वासः नास्ति इति एव अर्थः इति मन्ये, न शुध्यते मम भावः, कदाचित् विनश्येदपि निश्चयेन नष्टः एव भवति। अस्तु, बहुकालः अतीतः, ॐ सर्वे सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्ति। शान्ति।